नात्याश्नतस्तु योगोस्ति न चैकान्ता मनश्नतः न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन युक्ताहार विहारस्य युक्त चेष्टस्य कर्मसु युक्त स्वप्नावबोधस्य योगो भवति दुःखः यदा विनियतं चित्तं आत्मनेवावतिष्ठते निस्पृह सर्वकामेभ्यो युक्त इत्युच्यते तदा यथा दीपो निवातस्थो लिङ्गते सोपमस्मृता योगिनो यच्चित्तस्य युञ्जतो योगमात्मनः यत्रो परमे चित्तं निरुद्धं योगसेवया यत्र चैवात्मनात्मानं पश्यन्यात्मानि तुष्यति सुखमात्यन्तिकं यत्तत् बुद्धिग्राहं मतीन्द्रियं वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः यन्नद्वाचापरं यावं मन्यदेनादिकं ततः यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते तं विद्या दुःखसंयोग वियोगं योगसङ्गितम् स निश्चयेन योक्तव्यो योगो निर्विन्न चेतसा सङ्कल्प प्रभवान् कामान् त्यक्त्वा सर्वान् शेषतः मनसैवेन्द्रियग्रामम् विनियम्य समन्ततः।